पद्मपुराणं खण्डं 2 भूमिखण्डम् अध्यायम् 18 सोमशर्मोवाच पूर्वजन्मकृतं पापं त्वया ख्यातं च मे मुने शूद्रत्वेन तु विप्रेन्द्र मयैव परिवर्जितं विप्रत्वं हि मया प्राप्तं तत्कथं द्विजसत्तम तत्सर्वं कारणं ब्रूहि ज्ञानविज्ञानपण्डित वसिष्ठ उवाच यत्त्वया चेष्टितं पूर्वं कर्म धर्माश्रितं द्विज तदहं सम्प्रवक्ष्यामि श्रूयतां यदि मन्यसे ब्राह्मणः कश्चिदनखः सदाचारः सुपण्डितः विष्णुभक्तस्तु धर्मात्मा नित्यं विष्णुपरायणः यत्र व्याजनतीर्थानां भ्रमत्येकसमेदिनीम् अडमानः समायातस्तव गेहं महामतिः याजितं स्थानमेकं वै वासार्थं द्विजसत्तम तवैव भार्यया दत्तं त्वया च सहपुत्रकैः ये यदा मे यदां ब्रह्मन् सुखेन सुगृहे मम वैष्णवं ब्राह्मणं पुण्यमित्युवाच पुनः पुनः सुखेन स्थीयतामत्र गृहोऽयं तव सुव्रत अद्य धन्योऽस्म्यहं पुण्यमद्य तीर्थमहं गतः अद्य तीर्थफलं प्राप्तं तवाङ्घ्रिद्वयदर्शनाद् गवां स्थानं वरं पुण्यं निवासाय निवेदितम् अङ्गसंवाहनं कृत्वा पादौ चैव प्रमर्दितौ क्षालितौ च पुनस्तोयै स्नादपादोदकेन हि सद्यो कृतं दधिक्षीरमन्नं तक्रं प्रदत्तवान् तस्मै च ब्राह्मणायैव भवानिद्धं महात्मने एवं सन्तोषितो विप्रत्वया च सह भार्यया पुत्रैः सार्धं महाभागो वैष्णवो ज्ञानपण्डितः अथ प्रभाते सम्प्राप्ते दिने पुण्ये सुभाग्यदे आषाढस्य दुःशुद्धस्यैकादशी पापनाशिनी तस्मिन् दिने सुसम्प्राप्ता सर्वपादकनाशिनी यस्यां देवो हृषीकेशो योगनिद्रां प्रगच्छति तं प्राप्य च ततो लोकास्तत्यजुर्बुद्धिपण्डिताः गृहस्य सर्वकर्माणि विष्णो ध्यानरता द्विज उत्सवं परमं चक्रुर्गीतमङ्गलवादनैः स्तुवन्ति ब्राह्मणा सर्वे वेदैस्तोत्रैः सुमङ्गलैः एवं महोत्सवं प्राप्य स च ब्राह्मणसत्तमः तस्मिन् दिने स्थितस्तत्र सम्प्राप्तं समुपोषणं एकादश्यास्तु माहात्म्यं पठितं ब्राह्मणेन वै भार्यापुत्रैः सुदैः सार्धं श्रुतं धर्ममनुत्तमं श्रुते तस्मिन् महापुण्ये भार्यापुत्रैस्तु प्रेरितः संसर्गादस्य विप्रस्य व्रत मे दत्समाचर तदा कर्ण्यमहद्वाक्यं सर्वपुण्यप्रदायकं व्रतमेदं करिष्यामि इति निश्चितमानसः भार्यापुत्रैः समं गत्वा नद्यां स्नानं कृतं त्वया पृष्ठेन मनसा विप्रपूजितो मधुसूदनः सर्वोपहारैः पुण्यैश्च गन्धधूपादिभिस्तथा रात्रौ जागरणं कृत्वा नृत्यगीतादिभिस्तथा ब्राह्मणस्य प्रसङ्गेन नद्यां स्नानं पुनः कृतं पूजितो देवदेवेश्च पुष्पधूपादिमङ्गलैः भक्त्या प्रणम्य गोविन्दं स्नापयित्वा पुनः पुनः निर्वापं तादृशं दत्तं ब्राह्मणाय महात्मने भक्त्या प्रणम्य तं विप्रं दत्ता तस्मै सुदक्षिणा कृतवान् पारणं विप्रपुत्रैर्भार्यादिभिः समम्। प्रेषितो भक्तिपूर्वेण सद्भावेन त्वयैव सह एवं व्रतं समाचीर्णं त्वया वै द्विजसत्तम सङ्गत्या ब्राह्मणस्यैव विष्णोश्चैव प्रसादतः भवान् ब्राह्मणतां प्राप्तः सत्यधर्मसमन्वितः तस्य व्रतस्य भावेन त्वया प्राप्तं महत्कुलं भूसुराणां महाप्राज्ञं सत्यधर्मसमाविलम् तस्मै दुब्राह्मणायैव वैष्णवाय महात्मने श्रद्धया सत्यभावेन दत्तमन्नं सुसंस्कृतम् तस्य दानस्य भावेन मिष्ठान्नमुपतिष्ठति महामोहै प्रमुग्धो हि तृष्णया व्यापितं मनः पूर्वजन्मनि ते विप्र अर्थमेव प्रसंचितम् न दत्तं ब्राह्मणेभ्यो हि दीनेष्वन्येषु वै त्वया दारेषु पुत्रलाभेन म्रियमाणेन वै तदा तस्य पापस्य भावेन दारिद्र्यं त्वामुपाविशद पुत्रलोभं परित्यज्य स्नेहं त्यक्त्वा प्रदूरतः अपुत्रवान् भवान् जातस्तस्य पापस्य वैफलम् सुपुत्रं च कुलं विप्र धनधान्यवरस्त्रियः सुजन्ममरणं चैव सुभोगात् सुखमेव च राज्यं स्वर्गश्च मोक्षश्च यद्यद्दुर्लभमेव च प्रसादात् तस्य देवस्य विष्णोश्चैव महात्मनः तस्मादाराध्यगोविन्दं नारायणमनामयम् प्राप्स्यसि त्वं परं स्थानं तद्विष्णोः परमं पदं स्वपुत्रत्वं धनं धान्यं सुभोगान् सुखमेव च पूर्वजन्मकृतं सर्वं यत्त्वया परिचेष्टितं तन्मया कथितं विप्रत्तवाग्रे परिनिष्ठितम् एवं ज्ञात्वा महाभाग नारायणपरो भव ब्रह्मात्मजेनाभि महानुभावः सविप्रवर्यपरिबोधितो हि हर्षेण युक्तः स महानुभावो भक्त्या वसिष्ठं प्रणपत्य तत्र आमन्त्र्य विप्रं स जगामगेतं तां प्राप्य भार्यां सुमनां प्रहर्षः सर्वं हि वृत्तं मम पूर्वचेष्टितं तेनैव विप्रेण तव प्रसादाद भद्रे वसिष्ठेन विकाशनिदमद्यैव मोहं परिनाशितं मे आराधयिष्ये मधुसूदनं हि यास्यामि मोक्षं परमं पदं तद आकर्ण्यवाक्यं परमं महान्तं सुमङ्गलं मङ्गलदायकं हि हर्षेण युक्ता तमुवाचकान्तं पुण्योऽसि विप्रेण विबोधितोऽसि इति श्रीपद्मपुराणे पञ्चपञ्चाशत्सहस्रसंहितायां भूमिखण्डे ऐन्द्रे सुमनोपाख्याने अष्टादशोऽध्यायः ॐ